अस्तु, अस्माकं न्यायवर्गे वस्तुतः अस्माकं विषयः अस्ति गुरुत्वम् इति, किन्तु गुरुत्वस्य लक्षणनिरूपणसन्दर्भे अस्माभिः एका प्रक्रिया दृष्टा आसीत्। प्रथमम् आद्यपतनं जायते गुरुत्वेन, तदनन्तरं संयोगनाशः, पुनः नूतनदेशसंयोगोत्पत्तिः, पतननाशः इत्यादिकं। तर्हि तस्मिन् सन्दर्भे केचन प्रश्नाः आगताः आसन् तत्र विभागस्य विषये। तदाधारीकृत्य एकं करपत्रं विरचितमस्ति। सर्वेषां पुरतः करपत्रमस्ति वा? अस्तु, नूतनतया के के आगतवन्तः? नमस्कारः भगिनी, अजितः। अजित महोदय, अनन्तरं पुष्पा भगिनी। पुष्पा भगिनी, अनन्तरं अस्तु, आरभामहे तर्हि। रामप्रिया भगिनी आरब्धुम् इच्छति वा? आम् आं भगिनि। प्रश्नः, उत्तरदेशसंयोगं प्रति विभागः कारणं वा? उत्तरं, सामान्यक्रमः अयं, पूर्वदेशसंयोगः यदा वृक्षफलयोगो आद्यपतनक्रिया अनन्तरं विभागः, विभागः अनन्तरं पूर्वसंयोगनाशः, अनन्तरम् उत्तरदेशसंयोगः, अनन्तरं प्रथमक्रियानाशः, अनन्तरं द्वितीयपतनक्रिया क्रियोत्पत्तिः इति पठामि वा? अद् विवृणोति भगिनि, अस्तु पठतु, तदनन्तरमपि पठित्वा परिच्छेदद्वयम्। आम्, विभागः पूर्वसंयोग संयोगनाशं जनयति, तदा उत्तरदेशसंयोगो भवति। अत्र विभागः एकं संयोगं नाशयति, अपरं संयोगम् उत्पादयति। एतद् अवश्यं भवितुम् अर्हति विभागलक्षणविरोधी एतत् अवश्यं भवितुम् अर्हति विभागलक्षणविरोधी विचारो नास्ति। विभागः संयोगस्य नाशकः अपि जनकः अपि भवितुम् अर्हति, यतोहि यं संयोगं नाशयति तमेव संयोगं जनयति इति नास्ति। यं संयोगं नाशयति सः संयोगः भिन्नः, यं संयोगं जनयति सः संयोगः भिन्नः। अतः विभागे संयोगनाशकत्वं संयोगजनकत्वं च उभयं विरुद्धम् उभयम् अविरुद्धं। यदा वक्ष्यमाणे शब्दे शब्दजनकत्वं शब्दनाशकत्वं च, यस्य जनकत्वं तस्यैव नाशकत्वम् इति न उच्यते। क्रियाम् अपि पूर्वसंयोगनाशकत्वम् उत्तरसंयोगनाशकत्वं च उभयं वर्तते। उत्तरसंयोगजनकत्वं च उभयं वर्तते। लक्षणं तु संयोग असमवायी कारणत्वम् इति। प्रथमं प्रश्नः आगच्छति यत् उत्तरदेशसंयोगं प्रति विभागः कारणं वा इति। तस्य प्रथमम् उत्तरमस्ति, तस्य क्रमः किम् इति अत्र दत्तमस्ति। पूर्वदेशसंयोगः यदा उदाहरणरूपेण वृक्षफलयोः संयोगः भवति चेत् तत्र आद्यपतनक्रिया प्रथमं भवति, फलस्य पतनक्रिया, अनन्तरं विभागः, विभागस्य अनन्तरमेव पूर्वसंयोगनाशः यदा वृक्षफलयोः मध्ये संयोगनाशः, अनन्तरं उत्तरदेशसंयोगः भवति। यदा उत्तरदेशसंयोगः भवति तत्र प्रथमक्रिया तस्य नाशः भवति, अनन्तरमेव द्वितीयपतनक्रियायाः उत्पत्तिः भवति इति क्रमः अस्ति। अत्र दत्तमस्ति विभागः पूर्वसंयोगनाशं जनयति, अनन्तरं तदा उत्तरदेशसंयोगः भवति। यदा विभागः संयोगनाशं जनयति तदा एव उत्तरदेशसंयोगः भवति। आम्, अत्र विभागः एकं संयोगं नाशयति, अपरं संयोगम् उत्पादयति. विभागः तु प्रथमम् एकं संयोगं यदा वृक्षफलयोः मध्ये अस्ति तस्य नाशनं प्रथमं भवति, अनन्तरमेव अन्यसंयोगम् उत्पादनं करोति. अतः विभागः एतत् अवश्यं भवितुम् अर्हति. विभागलक्षणविरुद्धिविचारो नास्ति. एतत् अवश्यं किञ्चित् वक्तव्यमस्ति. प्रश्नः आगतः आसीत् शुकवनमहोदयस्य, यतोहि तत्र विभागस्य लक्षणं वाक्यं किम् अस्ति भगिनि? विभागस्य लक्षणवाक्यं पूर्वस्मिन् पुटे अस्ति. पूर्वस्मिन् पुटे संयोगनाशको गुणो नाशको गुणो विभागः खलु. तर्हि संयोगनाशकः गुणः विभागः, परन्तु अत्र किम् उक्तं? विभागः उत्तरदेशसंयोगं प्रति कारणमपि अस्ति इति उक्तम्. तर्हि विरोधः जातः खलु इति प्रश्नः आगतः. संयोगनाशको गुणो विभागः अधुना संयोगजनकगुणः अभवत् कथं वा इति. तदर्थम् एतद् उक्तमस्ति यत् एकं संयोगं नाशयति, अपरम् उत्पादयति इति. विभागः एव किञ्चित् काण्टेक्स्ट् रूपेण उक्तवती किमर्थं प्रश्नः आगतः इति. विभागः संयोगस्य नाशकः अपि जनकः अपि भवितुम् अर्हति. यदा वयं दृष्टवन्तः इदानीं प्रथमं नाशयति संयोगस्य, अनन्तरम् उत्पादनमपि भवति, अतः तद् नाशकः अपि जनकः अपि. यतोहि यं संयोगं नाशयति तमेव संयोगं जनयति इति नास्ति. यं संयोगं नाशयति सः संयोगं भिन्नः, यः संयोगं जनयति सः संयोगः भिन्नः. यतोहि यं संयोगं नाशयति इत्युक्ते यदा वृक्षफलयोः संयोगः नाश्यति तयोः मध्ये एव संयोगः जनयति इति न इति वा? क्रमं दृष्ट्वा वक्तुं शक्यते खलु. पूर्वदेशसंयोगः वृक्षफलयोः, तं संयोगं नाशयति विभागः, विभागतः पूर्वसंयोगनाशः. तदनन्तरम् उत्तरदेशसंयोगः खलु, सः संयोगः भिन्नः. एतद् भिन्न. अतः विभागे संयोगनाशकत्वं संयोगजनकश्च जनकत्वं च उभयोः च उभयम् अविरुद्धम्. तदपि संयोगनाशकत्वम् अपि अस्ति, संयोगजनकत्वम् अपि अस्ति. एतत्तु अविरुद्धम् अस्ति, उभयमपि अविरुद्धम् अस्ति इति. यस्य यथा वक्ष्यमाणशब्दे शब्दजनकत्वं शब्दनाशकत्वं च. वक्ष्यमाणशब्दे यदा वयं वदामः तदेव किल वक्ष्यमाण इति भविष्यत्कालप्रयोगः. भविष्यत्काल कीदृशपदमस्ति वक्ष्यमाण? वक्ष्यमाण इति शाणचरूपम् अस्ति. शाणजन्तं भविष्यत्काले अपि प्रयुक्तं भवति. शब्दः इति तादृशः इति उच्यते अग्रे इति भाति. तस्मिन् शब्दजनकत्वमपि अस्ति, शब्दनाशकत्वं. यस्य जनकत्वं तस्यैव नाशकत्वम् इति न उच्यते. यस्य जनकत्वं भवति तस्यैव नाशकत्वम् इति नास्ति इति वा? यदा वृक्षफलयोः मध्ये जनकत्वं भवति तदैव नाशकत्वम् इति, तस्यैव नाशकत्वम् इति न भवति. यतोहि पूर्वसंयोगं प्रति जनकत्वम्, उत्तरदेशसंयोगं प्रति नाशकत्वम्. क्रियामपि पूर्वसंयोगनाशकत्वम् उत्तरसंयोगजनकत्वं च उभयं वर्तते. तत् क्रियायामपि तत् पूर्वसंयोगनाशकत्वं भवति, अनन्तरम् उत्तरसंयोगजनकत्वम् इति द्वौ अपि वर्तते इति. लक्षणं तु संयोगसमय असमवायिकारणत्वम् इति. यदा वयं दृष्टवन्तः तत्तु संयोग असमवायिकारणम् अस्ति. किम् असमवायिकारणं संयोगं प्रति? गुरुत्वं. संयोगं प्रति क्रिया असमवायिकारणं खलु, संयोगासमवायिकारणं कर्म इति पूर्वस्मिन् करपत्रे वा कुत्रचित् आसीत् इति कृत्वा क्रिया तादृशम् अस्ति. तर्हि विभागः अधुना संयोगं प्रति कीदृशं कारणम् इति प्रश्ने कृते वर्गे उत्तरमासीत् यत् निमित्तकारणम् अस्ति इति. परन्तु तत्र किञ्चित् परिशीलनीयं भवति, यतोहि विभागः गुणः, उत्तरदेशसंयोगः अपि गुणः, विभागः अपि समवायेन स्थित्वा समवायेन पुनः संयोगं जनयति इति तादृशी एव परिस्थितिः. तर्हि तत्र संयोगं न कृतवन्तः इदानीं, पूर्वं वयं न कृतवन्तः भगिनि, क्षम्यतां, संयोगः इति. निमित्तकारणस्य लक्षणं वयं पूर्वं दृष्टवन्तः वा न महोदय? तदर्थमेव ममापि प्रश्नः आसीत् वर्गे. एतावत्पर्यन्तं न दृष्टवन्तः. समवायिकारणं तु तादात्म्येन स्थित्वा समवायेन, असमवायिकारणं तु समवायेन स्थित्वा समवायेन जनयति इति कृत्वा क्रिया तादृशं कारणमस्ति संयोगं प्रति. अधुना विभागः अपि अन्यतमं कारणम् इति उक्तं, तर्हि कीदृशं कारणम् इति चिन्तनीयं भवति. अस्तु, अन्ततो गत्वा विभागे कारणत्वम् अस्ति इति आयाति उत्तरदेशसंयोगं प्रति. अस्तु, नूतनतया के के सन्ति भगिनी? सावित्री. अस्तु सावित्री. लक्ष्मी अस्मि. लक्ष्मी भगिनी. अनन्तरं नमस्ते भगिनी. सन्ध्या अस्मि. नमस्कारः भगिनी. अन्तिमवाक्यं सावित्री भगिनी वदतु. तत्र अन्तिमवाक्यं लक्षणं तु संयोग असमवायिकारणत्वमिति न अवगतं मया भगिनि. क्रियायाः तादृशलक्षणम् अस्ति खलु? ओ, क्रियायाः. क्रियायाः तादृशलक्षणमस्ति, समवायेन स्थित्वा समवायेन संयोगं जनयति क्रिया द्रव्ये. धन्यवादः भगिनी. निमित्तकारणस्य लक्षणं वयं पठितवन्तः वा? न महोदय, तदर्थमेव शङ्का जाता ममापि, विभागः कीदृशं कारणम् इति. यावद्वयं पठितवन्तः तत्र गुणनाशः इति सन्दर्भे बुद्धि अपेक्षा बुद्धिः इति कश्चन ज्ञानविशेषः वैशेषिकाः वदति, तदेव निमित्तकारणम् इति तत्र दत्तमस्ति. तावदेव अस्माभिः पठितम् इति अहं चिन्तयामि. ओ अस्तु, सङ्ख्यायाः विषये अपेक्षा बुद्धिः इति अपेक्षा बुद्धिः इति कश्चन ज्ञानविशेषः अस्ति, तदेव निमित्तकारणं गुणनाशं प्रति इति तत्र दत्तमस्ति. तत्तु सत्यं महोदय, किन्तु अत्र कारणत्वं वयं चर्चयन्तः स्मः खलु, तर्हि विभागः कीदृशं कारणम् इति. तत्र अपेक्षा बुद्धिः इति अपरस्मिन् द्रव्ये अस्ति, इत्युक्ते आत्मनि अस्ति अपेक्षा बुद्धिः. अस्तु, संख्या अपरस्मिन् द्रव्ये अस्ति. तर्हि एकस्मिन् एव अधिकरणे समवायेन स्थित्वा समवायेन जनयति इति परिस्थितिः नास्ति तत्र. आत्मनि अपेक्षा बुद्धिः अपरस्मिन्, तर्हि तदर्थं निमित्तकारणं स्यात्. अत्र न जाने किम् अर्थमिति. इत्युक्ते इदानीमपि विभागः केन सम्बन्धेन उत्तरसंयोगं प्रति कारणम् इति इदानीमपि वयं न निश्चितं. निश्चितं तु अस्ति, यतोहि विभागः अपि फले अस्ति, उत्तरदेशसंयोगः अपि फले अस्ति खलु, अथवा यत्र कुत्रापि. उभयोः विद्यमानत्वं समवायेन एव अस्ति यस्मिन् कस्मिन् अपि. उत्तरदेशसंयोगं प्रति विभागः परम्परया एव कारणम् अस्ति, साक्षात् कारणं तु पूर्वदेशनाशस्य एव. हा, प्रायः तथा किमपि स्यात्, तद् कृत्वा प्रायः निमित्तकारणत्वं स्वीकृतं वा इति अपि एकः विचारः स्यात्. यदा निमित्तकारणस्य लक्षणं स्पष्टीभवेत् तदा एतद् तर्कं सम्यक् वा न वा इति वयं निश्चितं कर्तुं शक्नुमः. प्रायः सरला भगिनी किमपि उक्तवती. भगिनी अहमपि विभागः अपि द्रवे फले उदाहरणे समवायन अस्ति, उत्तरदेशसंयोग अपि समवायन अस्ति, कथं विभाग असमवायिकारणं न भवति किन्तु आद्यपतनक्रिया असमवायिकारणं भवति इति प्रश्नः अस्ति एव, इति प्रश्नः अस्ति एव भगिनि, उत्तरं न प्राप्तम् एतावत्। अस्तु अस्तु सावित्री भगिनि, केवलम् एवं वक्तुम् इच्छामि स्म, महोदयेन उक्तं यत् यः असमवायिकारणं नास्ति अपि च यः समवायिकारणं नास्ति अन्ये सर्वे निमित्तकारणानि इति खलु इति उक्तम्, अपि च असमवायिकारणम् एकमेव इति अपि उक्तम्, अत्र क्रिया एव असमवायिकारणं। तर्हि असमवायिकारणत्वनिरूपणार्थं निकषाः के के इति ज्ञातव्यमस्ति तावदेव। अस्तु अग्रे सरेम तर्हि भगिनी, इदानीं भवती उक्तवती असमवायिकारणम् एकमेव भवति, अत्र अस्मिन् सन्दर्भे वा सर्वदा तथा अस्ति इति वा? सर्वदा इति भाति भगिनि, अत्र तु अस्मिन् सन्दर्भे क्रिया गुरुत्वविषये अपि आगच्छति, गुरुत्वम् आद्यपतनक्रियायाः असमवायिकारणं खलु, द्वितीयादिपतनक्रियायां प्रति निमित्तकारणमस्ति गुरुत्वं, यतोहि द्वितीयादिपतनक्रियां प्रति वेगाख्यः संस्कारः इति असमवायिकारणं स्यात् तदा। तत्रापि अयं प्रश्नः उदेति, किमर्थं गुरुत्वम् असमवायिकारणं न स्यात् इति। तर्हि यथा समवायिकारणम् एकमेव भवति तथा समवायिकारणस्यापि विषये तथैव अस्ति वा इति भाति, समवायिकारणम् असमवायिकारणम् एकमेव इति। धन्यवादः। परन्तु असमवायिकारणं कार्येण सह अपि भवितुम् अर्हति, कारणेन सह अपि भवितुम् अर्हति, तदा सर्वत्र एकमेव वा भगिनि? सर्वत्र एकमेव इत्युक्ते किं भगिनि? कार्येण सह एकं भवितुम् अर्हति। हा, परन्तु तथा किञ्चित् चिन्तनं करणीयं भवति, तादृशसन्दर्भः अस्ति वा यत्र कार्येण सह समवेतम् अपि च कारणेन सह समवेतं सत् किमपि जनयति? उदाहरणत्वेन घटे रूपम् इति चिन्तयतु, कपालगतरूपं घटगतरूपं प्रति कारणं, तदपि असमवायिकारणं खलु? तत्र हा परिमाणं यत्किमपि यत्किमपि भवतु, गुणः यः कोऽपि भवतु, अवयवगतगुणः अवयविगतगुणं प्रति असमवायिकारणम् इति अस्माभिः अधीतं। तत्र चिन्तयतु, अत्र तु सन्दर्भः अस्ति किं, कार्येण कारणेन सह एकस्मिन् अर्थे समवेतं सत् इति सन्दर्भः खलु, तस्मिन्नेव सन्दर्भे कारणेन सह समवेतं किमपि रूपं जनयति वा इति चिन्तनीयं भवति। एकमेव असमवायिकारणम् इति चेत् तत्र अस्तु अस्तु चिन्तयामि भगिनि इदानीं। अस्तु तर्हि शुकवन महोदय, भवतः प्रश्नः आसीत् खलु, तदर्थमेव द्वितीयप्रश्नः अत्र युङ्क्तः, भवानेव पठतु उत्तरदेशसंयोगं प्रति। हा, उत्तरदेशसंयोगं प्रति विभागः एव अन्यथा सिद्धो यदि भवति तर्हि विभागजनकस्य कर्मणः कथं कारणत्वं प्रतिपादयितुं शक्येत। अतः उत्तरदेशसंयोगं प्रति विभागः कारणं भवत्येव। अत्र अन्यतासिद्धिः इति विषयमस्ति, किन्तु तस्मिन् विषये वयं न इदानीं पठितवन्तः। विभागजनकस्य कर्मणः कथं कारणत्वं प्रतिपादयितुं शक्येत इति तत् पृच्छति, किन्तु यदा अन्यतासिद्धिविषये अवगमनं सम्यक् नास्ति चेत् अत्र एतस्य चर्चां न कर्तुं शक्नुमः इति अहं चिन्तयामि भगिनि। इति हा प्रायः तत्र उत्तरदेशविभागः अन्यतासिद्धः भवति चेत् उत्तरदेशसंयोगं प्रति तर्हि कर्मणः कथं कारणत्वं प्रतिपादयितुं शक्नुमः इत्युक्ते तदेव निरूपणीयं किल। पूर्वपरिच्छेदे अपि विभागः एकं संयोगं नशति, उत्तर अपरं संयोगम् उत्पादयति इति दत्तं, तत् तदेव निरूपणीयम्। हा सत्यं, निरूपणं तु एतावता न जातम् इति सत्यं, किन्तु अत्र चिन्तयति चेत् क्रिया न नश्यति खलु, उत्तरदेशसंयोगं संयोगः यावत् जायते तावत्पर्यन्तं क्रिया अस्ति. अपि च यथा मया ई पत्रे अपि उक्तमासीत्, सा क्रिया नश्यति कदा? संयोगस्य जननानन्तरं. आम्, पञ्चमक्षणे एव तत् नश्यति. क्रियानाशानन्तरमेव विभागः नश्येत, यतोहि क्रियाविभागस्य असमवायीकारणं स्यात्, असमवायीकारणनाशेन गुणनाशः इति यदि परिस्थितिः अस्ति चेत् तर्हि तस्मिन् क्रमे विभागः अस्ति. अधुनापि विभागः अस्ति इति स्वीकुर्मः, विभागः अस्ति इति अहम् अङ्गीकरोमि, कार्यस्थले अपि अस्ति विभागः अस्ति इति स्वीकुर्मश्चेदपि तस्य कारणत्वम् अस्ति उत्तरदेशसंयोगं प्रति इति तदेव मया पुनः पृष्टः. रूपे घटे रूपः अस्ति इति चिन्तयतु, तदपि उत्तरदेशसंयोगं यदा जायते तदा घटे अस्ति. हा, प्रश्नः समीचीना एव. यद् यः कोऽपि गुणः भवति द्रव्ये तत् सर्वं कारणं नास्ति खलु, तद्वदेव विभागः भवतु वा इति खलु, इति स्यात्. प्रायः अग्रे इतोपि चर्चा भवेत् इति चिन्तयामि, किन्तु हा अग्रिमप्रश्नं पठतु, यद् यत्किमपि अवगच्छामः इति. क्रिया विभागं जनयति, विभागः पूर्वदेशसंयोगनाशं जनयति, पूर्वदेशसंयोगनाशः अपि च क्रिया उत्तरदेशसंयोगं जनयति, अतः विभागः परम्परया उत्तरदेशसंयोगं प्रति कारणम् इति स्वीकार्यम् इति चेत् कुलालस्य पितुः अपि परम्परया घटं प्रति कारणं भवतु, किन्तु तन्न अङ्गीकृतम्, अतः एतदपि न अङ्गीकार्यम् इति मया एव पृष्टं. यदा क्रिया किं करोति, कार्यद्वयं करोति, एकं तु विभागं जनयति अपि च उत्तरदेशसंयोगं जनयति, तत् कार्यद्वयं क्रिया करोति. विभागः किं जनयति? उत्तरदेशनाशं जनयति इति. पूर्वदेश, क्षम्यतां, पूर्वदेश संयोगनाशं जनयति, तस्य लक्षणमेव संयोगनाशको गुणः विभागः इति, अतः तद् निश्चयेन अङ्गीकार्यम्. एतदेव अस्माभिः निरूपितं, किन्तु अत्र वयं किं कुर्मः, विभागः पूर्वदेशसंयोगनाशं जनयति, पूर्वदेशनाशः प्रतिबन्धकः उत्तरदेशसंयोगं प्रति, अतः यावत्पर्यन्तम् पूर्वदेशसंयोगं तिष्ठति तावत्पर्यन्तम् उत्तरदेशसंयोगं न भवति, पूर्वदेशनाश संयोगं प्रति विभागः कारणम्, अतः परम्परया विभागः उत्तरदेशनाशसंयोगं प्रति अपि कारणम् इति वदामश्चेत् उत्तरदेशसंयोगं प्रति इति विषयः. ओ सम्यक् सम्यक्. उत्तरदेशसंयोगं प्रति कारणम् इति वयं तर्कयति चेत् कुलालस्य पितुः अपि परम्परया घटस्य कारणं भवति इति आगच्छति. किन्तु तद् न अङ्गीकर्तव्यं, किमर्थम् इति उत्तरम् अग्रे अस्ति, पठतु. उत्तरं, क्रियाविभागः संयोगनाशः संयोगोत्पत्तिः, अत्र क्रमे संयोगोत्पत्तौ क्रियाकारणं, क्रिया विभोगोत्पत्तिं विना संयोगं न जनयति, अतः क्रियया संयोगजनने विभागस्य व्यापारत्वं, यथा इन्द्रियद्वारा प्रत्यक्षजनने सन्निकर्षस्य व्यापारत्वं, व्यापारश्च न अन्यथा सिद्धः कारणमेव. कुलालपितुः कथमत्र दृष्टान्तरूपेण ग्रहणं? कुलालपिता कारणस्य जनकः न तु कारणजन्यः. कार्यकारणयोः मध्यवर्तिनाम् अन्यथा सिद्धत्वं कुत्रापि अन्यत्र दृष्टं वा? हा, क्रिया क्रियातः विभागः विभागात् संयोगनाशः, संयोगनाशात् संयोग उत्पत्तिः इत्येव क्रमः अस्ति उत्तरदेशसंयोगं प्रति. अस्मिन् अत्र क्रमे संयोगोत्पत्तौ क्रियाकारणं निश्चयेन. क्रिया विभागोत्पत्तिं विना संयोगं न जनयति. आम्, विभागः क्य गुणः द्वितीयक्षणे भवेत् इत्येव वयं निश्चितवन्तः प्रक्रियायाम्. अतः क्रियया संयोगजनने विभागस्य व्यापारत्वम् इति क्रियया संयोगजनने विभागस्य व्यापारत्वम्. अस्तु, विभागः व्यापारः इति उक्तं, तर्हि अत्र बोध्यं यत् इति वाक्यं पठतु एकवारम्. अतः यत् व्यापारः इति क्रिया इत्यर्थे न, अपि तु तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणम्. व्यापारः लोके माध्यमम् इति वदामः. व्यापारस्य लक्षणं तज्जन्यत्वे सति तज्जन्यजनकत्वम्. अत्र किञ्चित् वक्तव्यमस्ति यत् पूर्वं यथा उक्तं, क्रिया अस्मिन् अस्यां प्रक्रियायां क्रिया व्यापारः इति उक्तं खलु. अत्र विभागः व्यापारः इति उच्यते, किन्तु तत्र कश्चन भेदः अस्ति, अर्थभेदः. इत्युक्ते व्यापारः इत्युक्ते माध्यमं, कारणकार्ययोः मध्ये विद्यमानं माध्यमम् इति व्यापारः. तादृशव्यापारः अस्ति विभागः. तदर्थमेव उक्तम् अत्र व्यापारः इत्युक्ते क्रियां क्रियासूचनार्थं न, परन्तु तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणम्. उदाहरणत्वेन वदामि, अत्र दण्डः अस्ति, दण्डः घटस्य कारणं, दण्डघटयोः मध्ये चक्रभ्रमणम् अस्ति. दण्डेन चक्रभ्रमणं भवति चेत् तदा एव घटः जायते किल. तदर्थं चक्रभ्रमणं मध्ये भूत्वा व्यापारः इति अभिज्ञायते. अस्तु, चक्रभ्रमणे तज्जन्यत्वमपि अस्ति, तज्जन्यजनकत्वमपि अस्ति. अत्र तद् इति दण्डः इति स्वीकरोतु. तज्जन्यः कः? तज्जन्यः चक्रभ्रमणं. तर्हि दण्डजन्यचक्रभ्रमणम् इति आयाति. तज्जन्यजनकत्वं, पुनः तज्जन्यः इत्युक्ते घटः अपि खलु, दण्डेन जन्यः घटः अपि. हा, तर्हि घटं प्रति चक्रभ्रमणस्य जनकत्वमपि अस्ति इति वार्ता. तादृशपदार्थः मध्ये भूत्वा यत् कार्यं जनयति, यस्मिन् तज्जन्यत्वमस्ति तज्जन्यजनकत्वमस्ति, तादृशपदार्थः व्यापारः इति उच्यते. अत्र तु विभागः व्यापारत्वेन मध्ये स्थितः अस्ति इति. अत्र उदाहरणं यत् भवत्या उक्तं, तत्र चक्रभ्रमणमेव व्यापारः इति किल. सत्यं, तत् जन्यं, दण्डेन तत् जन्यम् अपि तस्य घटस्य जनकत्वमपि अस्ति. अतः तत्तु तज्जन्यजनकत्वं प्रथमतया तज्जन्यः इत्युक्ते दण्डजन्यः. दण्डजन्यः चक्रभ्रमणं, दण्डजन्यः घटः अपि अन्ततो गत्वा किलो खल किल. दण्डः इत्युक्ते दण्डस्य व्यापारः वा? दण्डस्य व्यापारः एव तत्र विवक्षितं किल. न, चक्रभ्रमणम् इति व्यापारः मध्ये भवति. दण्डः कारणं, घटः कार्यम् इति चेत् मध्ये यदस्ति चक्रभ्रमणं तदेव व्यापारः इति उच्यते. चक्रभ्रमणे तज्जन्यत्वम् अस्ति इत्युक्ते दण्डजन्यत्वम् अस्ति चक्रभ्रमणे, यतोहि दण्डेन जायते, दण्डेन एव जायते खलु चक्रभ्रमणं. पुनः अन्ततो गत्वा दण्डेन घटः अपि जायते. खलु तस्यां प्रक्रियायां दण्डः कारणम् इत्युक्ते दण्डेन घटः अपि जायते इति कृत्वा तज्जन्यः इत्युक्ते न केवलं चक्रभ्रमणम् अपि तु घटः अपि अतः एव द्वितीयदलं तज्जन्यजनकत्वम् अत्र द्वितीयदले तज्जन्यः इत्युक्ते घटः तं प्रति पुनः जनकत्वम् अस्ति कस्य चक्रभ्रमणस्य इत्युक्ते प्रथमं यत् तज्जन्यम् इति दत्तमस्ति तत् चक्रभ्रमणं द्वितीये तत् यत् तज्जननं तज्जन्यम् इति दत्तमस्ति तत्तु घटं घटः घटं प्रति जनकत्वमस्ति पुनः चक्रभ्रमणस्य एतस्मिन् विषये अपि एकं करपत्रम् अस्ति अहं प्रेषितवती आसम् इति चिन्तयामि स्वाध्यायार्थम् अहं पश्यामि भगिनि अस्तु हा अस्तु तादृशमस्ति विभागः इति गुणः तादृशः अस्तु अधुना अग्रे पठतु यथा भगिनि एकनिमिष दण्डचक्रभ्रमणस्य विषयं जनकजनक जन्यक अस्ति न व्यापारः अस्ति न तथैव कुलालस्य पिता तु चिन्तनं समीचीनमस्ति पुष्पा भगिनी चिन्तनं सम्यक् अस्ति अग्रे पश्येम किमस्ति इति अस्तु पठतु महोदय यथा इन्द्रियद्वारा प्रत्यक्षजनने सन्निकर्षस्य व्यापारत्वं यदा वयम् इन्द्रियेण प्रत्यक्षं कुर्मः तत्र सन्निकर्षं भवेत् नो चेत् प्रत्यक्षं न भवति अतः सन्निकर्षस्य व्यापारत्वं वयम् अङ्गीकुर्मः प्रत्यक्षविषये व्यापारश्च न अन्यथा सिद्धः कारणमेव व्यापारः अन्यथा सिद्धः न अतः तस्मिन्नपि कारणत्वमस्ति आम् इदानीं कुलालपितुः कथमत्र दृष्टान्तरूपेण ग्रहणम् इदानीं वयं पूर्वपक्षिणः प्रश्नं तोलयामः कुलालपिता कारणस्य जनकः न तु कारणजन्यः कारणस्य जनकः इत्युक्ते कुलालस्य जनकः एव न तु कारणजन्यः इत्युक्ते घट दण्डः चक्रभ्रमणं घटः इत्यस्मिन् इति स्वीकृत्य चिन्तयतु कुलालस्य पिता कारणस्य जनकः इत्युक्ते कुलालस्य जनकः परन्तु न कारणजन्यः कारणमासीत् दण्डः दण्डजन्यः आसीत् चक्रभ्रमणं परन्तु अत्र वक्तुं शक्नुमः वा कुलालः पितरं जनयति इति न खलु पुनः तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति चिन्तयामश्चेत् कुलालपिता कारणस्य जनकः कारणं किम् अत्र कुलालः कुलालं जनयति कुलालपिता इति सत्यं परन्तु कुलालपिता मध्ये न आगच्छति खलु घटनिर्माणावसरे कुलालस्य अपि च घटस्य मध्ये कुलालस्य पिता भवति वा न भवति कुलालः कुलालस्य पिता भवतु वा न भवतु वा कुलालः घटं जनयितुं शक्नोति खलु तदर्थमेव अत्र उक्तं कुलालपिता कारणस्य जनकः नाम कुलालस्य जनकः परन्तु न कारणजन्यः इत्युक्ते तज्जन्यत्वं नास्ति कुलालस्य पितरि तज्जन्यत्वम् इत्युक्ते किं कारणेन जन्यं चक्रभ्रमणं दण्डेन जन्यं चक्रभ्रमणं खलु तादृशजन्यत्वं कुलालस्य पितरि नास्ति इति कृत्वा कुलालस्य पिता अन्यथा सिद्धा अतः विभागः अपि अन्यथा सिद्धः भवतु इति प्रायः न वक्तुं शक्येत अवगतवान् भगिनि इत्युक्ते यदा वयं चिन्तयामः यदा कुलालपिता कुलालं कुलालस्य हस्तौ गृहीत्वा दण्डं निर्मायति चेत् तादृशी कल्पना यदा यदि स्यात् तदा अपि प्रायः नास्ति, यतोहि कारणं कुलालः इति चेत् कारणं कुलालः न कदापि पितरं जनयति, अन्यथा अस्ति खलु, पिता एव कुलालं जनयति, तादृशचिन्तनं प्रायः न स्यात्। कार्य अग्रे पठतु। मम अवगमनं सम्यक् वा न वा इति प्रदर्शनाय अहम् एतद् उक्तवान्। कारणजन्यः चिन्तयतु, कुलालः इदानीमेव कथं घटं निर्माणं करणं कार्यम् इति सः पठन् अस्ति इति चिन्तयतु। न महोदय, तथापि न भवति, यतोहि कुलालः पितरं न जनयति, अतः तज्जन्यत्वं पितरि नास्ति खलु। तज्जन्यत्वम् इत्युक्ते किं? दण्डजन्यत्वम् अथवा कुलालजन्यत्वं पितरि नास्ति, अतः पिता मध्ये व्यापारः न भवितुम् अर्हति। ओ अग्रे पठतु, आवरणे यदस्ति। कार्यकारणयोः मध्यवर्तिनाम् अन्यथासिद्धत्वं कुत्रापि अन्यत्र दृष्टं वा इति पृच्छति। यदा मध्यमवर्तिनाम् अन्यथासिद्धत्वम् अस्ति चेदेव अत्र एतत् न स्वीकार्यं, किन्तु तादृशं वयं न दृष्टवन्तः, अतः एतत् स्वीकार्यमेव इति। सत्यं, तर्हि विभागः मध्यवर्ति, क्रिया अपि च उत्तरदेशसंयोगस्य मध्ये विभागः तिष्ठति इति कृत्वा तस्य अन्यथा सिद्धत्वं न स्यात् इति विवक्षत। अस्तु अस्तु अस्तु, तर्हि समीचीनं। सुनीला महोदय अग्रे। अत्र बोध्यं यत् व्यापारः इति क्रिया महोदय इदानीं चर्चितवन्तः, अग्रे प्रश्नः, किन्तु एवं चेत् लक्षणे एतादृशीम् एकां सीमां कृत्वा निर्दिशन्ति स्म यत् पूर्वदेशसंयोगनाशको गुणः विभागः इति, यथा आद्यपतन असमवायिकारणं गुरुत्वम् इति सीमितं तद्वत्। अत्र नूतनप्रश्नः अस्ति इदानीम्, अत्र एतादृशं पूर्वं दृष्टवन्तः, तद् स्वीकृत्य अत्र लक्षणवाक्यं पूर्वदेशसंयोगनाशकः गुणः विभागः इति स्वीकुर्मः चेत् तत्र आद्यपतन असमवायिकारणं गुरुत्वम् इति यदा स्वीकुर्मः इति प्रश्नः अस्ति। विभागस्य लक्षणं किम् आसीत् महोदय, अस्माभिः किं दृष्टं? संयोगनाशको गुणः विभागः इति अस्ति खलु, परन्तु प्रक्रियां पश्यतु, करपत्रस्य उपरितनभागे प्रक्रिया अस्ति, तत्र पूर्वसंयोगः अस्ति, उत्तरदेशसंयोगः अपि अस्ति, विभागः कं संयोगं नाशयति? पूर्वदेशसंयोगं नाशयति, हा, उत्तरदेशसंयोगं प्रति तस्य कारणत्वम् अस्ति इति उक्तम् खलु। तर्हि अत्र प्रश्नः कः इति चेत्, पूर्वदेशसंयोगनाशको गुणो विभागः इति किमर्थं न स्यात् लक्षणवाक्यम् इति? यथा आद्यपतनस्य वदतु, यथा आद्यपतन असमवायिकारणं गुरुत्वम् इति स्वीकृत्य तद्वत् इति, हा, तद्वत् किमर्थं पूर्वम् इति न स्थापितुं शक्नुमः इति। अस्तु, उत्तरमपि पठतु अग्रे। संयोगनाशको गुणो विभागः इत्यत्र विभागेन सर्वदापि संयोगः नश्यति इति तावदेव तेषां तात्पर्यम्। इत्युक्ते पूर्वसंयोगः नश्यति अथवा कः संयोगः नश्यति इति तैः न उक्तम्। न उक्तं चेदपि समस्या नास्ति, तत्र दोषः कोऽपि नास्ति। अत्र उत्तरमस्ति, संयोगनाशकः गुणः विभागः इति विभागेन सर्वदा संयोगः नश्यति इति एव, इत्युक्ते अत्र तदेव स्वीकुर्मः इति अत्र विभागेन संयोगः नश्यति इति एव स्वीकुर्मः अथवा पूर्व संयोगः नश्यति अथवा कः संयोगः नश्यति इति प्रश्नः यदि अन्य चर्चा न आवश्यक इति एव न कस्य संयोगस्य नाशः भवति उक्तं न चेदपि तत्र किमपि प्रश्नः नास्ति तत्र दोषः अपि नास्ति इति हा सत्यम् इति उक्तं दोषः न आयाति यद्यपि पूर्वम् इति न संयोजितं तत्र तथापि दोषः न आयाति किमर्थम् इति अग्रे किञ्चित् परिशीलनं भवति अस्तु अग्रे सरला भगिनी संयोगनाशको गुणो विभागः इति कथनेन कस्यापि च लक्षणस्य कथनेन तत्र लक्षणदोषो अस्ति वा इति चिन्तनीयम् अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा असम्भवदोषो वा इति चिन्तनीयम् अतः संयोगनाशको गुणविभागः इति उक्तं चेत् विभागे अव्याप्ति कुत्रचित् अस्ति वा इति द्रष्टव्यम् अस्य लक्षणस्य विभागे यदि कुत्रचित् अव्याप्ति भवति तर्हि लक्षणं परिवर्तनीयं किन्तु तथा तु कुत्रापि नास्ति सर्वे अपि विभागाः संयोगनाशकः एव अत्र कुत्रापि संयोगनाशकत्वे सति गुणत्वम् इति लक्षणेन विभागे अव्याप्ति नास्ति अतः इदं अत्र दत्तमस्ति लक्षणं कथं भवति लक्षणं तदा भवति यदा अव्याप्ति अतिव्याप्ति वा असम्भवदोषः तत्र नास्ति यथा गन्धवती पृथ्वी अस्ति तत् कोऽपि अव्याप्ति अतिव्याप्ति असम्भवदोषः नास्ति अत्र संयोगनाशकगुणो विभागः इति लक्षणे अपि त्रयदोषाः नास्ति न सन्ति कथं न सन्ति अस्य चिन्तनं दत्तमस्ति प्रथमम् अतः संयोगनाशकगुणविभागः इति उक्तं चेत् विभागो अव्याप्ति कुत्रचित् अस्ति वा इति द्रष्टव्यं यदि वयं वदामः संयोगनाशकगुणविभागः कुत्रापि विभाग संयोगनाश न भवति विभागेन इति न भवति अव्याप्तिदोषः इत्युक्ते किं भगिनि पुनः एकवारम् अव्याप्तिदोषः यथा वयं कृष्णगवा दृष्टं पश्यामः वा श्वेत वर्ण गौ पश्यामः एकं द्वे कृष्ण वा श्वेतगुणे द्वे एकं वर्ण व्याप्ति नास्ति द्वे व्याप्ति अस्ति एकवर्ण अव्याप्तिदोषः इत्युक्ते कृष्णवर्णत्वं गवां लक्षणम् इति स्वीक्रियते चेत् तत्र अव्याप्तिदोषः आगच्छति बहवः गावः सन्ति येषां वर्णः कृष्णः नास्ति परन्तु विभागः संयोगनाशकः गुणः इति वदामश्चेत् तत्र किं तत्र तादृशविभागः कुत्रचित् अस्ति वा यस्मिन् संयोगनाशकत्वं नास्ति सर्वदा विभागः संयोगनाशं करोति अतः कोऽपि विभागगुणः नास्ति यत्र संयोगनाशं न स्यात् अतः अव्याप्तिदोषः तत्र संयोगनाशकगुणकथनेन लक्षणे अव्याप्तिदोषः नास्ति अव्याप्तिदोषः नास्ति अस्तु अन्तिमवाक्यं पठतु अतः कुत्रापि संयोगनाशकत्वे सति गुणत्वम् इति लक्षणेन विभागे अव्याप्तिः नास्ति कुत्रापि संयोगनाशकत्वं विभागेन न भवति अतः विभागे या गुणत्वम् अस्ति संयोगनाशकत्वम् अत्र अव्याप्तिदोषः नास्ति तत्र सत्यम् इति दलद्वयम् अस्ति संयोगनाशकत्वे सति गुणत्वम् इति विभागस्य लक्षणम् तादृशदलद्वयं सर्वेषु विभागेषु वर्तते इति. अस्तु, विभागगुणः अस्ति तस्मिन् गुणे संयोगनाशकत्वम् इति तच्च स्वभावः अस्ति. सत्यं सत्यं, हा समीचीनं. तर्हि अव्याप्तिदोषः तु नास्ति लक्षणवाक्ये. पुनः इतः अग्रे गत्वा एकप्रश्नः, संयोगनाशको गुणः इत्यस्मिन् स्थले अव्याप्तिः नास्ति, किन्तु वयं किं वदामः, संयोगजनको गुणः विभागः अपि स्वीकरोति, तत्र अव्याप्तिः नास्ति वा? तत्र अव्याप्तिः नास्ति महोदय, किन्तु यथा शनिवासरे अपि मया किञ्चित् उक्तं खलु, प्रायः तत्र अतिव्याप्तिः स्यात्. संयोगजनको गुणो इति वदामश्चेत् संयोगजनकत्वे सति गुणत्वम् इति आगच्छति खलु, तादृशसंयोगजनकत्वे सति गुणत्वम् इति लक्षणं संयोगे अपि अस्ति, यतोहि संयोगः संयोगं जनयति, संयोगजसंयोगः खलु. हा तद् मम तद् भवती उक्तवती, तद् मम प्रश्नः नास्ति इदानीम्. इदानीं मम प्रश्नः संयोगनाशको गुणः, हा अव्याप्तिविषये एव, संयोगनाशको गुणः विभागः इति लक्ष्यते चेत् संयोग जनक विभागः तु संयोगजनकः अपि अस्ति. सत्यं सत्यं, विभागः तत्र तत्र अव्याप्तिः नास्ति, अव्याप्तिः नास्ति इति एव चिन्तयामि, यतोहि यत्र विभागः जायते, अधुना विभागः उत्तरदेशसंयोगं प्रति व्यापारः अथवा तस्य कारणत्वम् अस्ति इति मन्तव्यं भवति चेत् तदा विभागः संयोगजनकः भवति खलु, संयोगजनकत्वं विभागे आयाति. अपि च अस्माभिः चिन्तनीयमस्ति, यत्र कुत्रापि विभागः जायते तत्र संयोगः जायते, तत्र सर्वदा नूतनदेशेन सह संयोगः भवति एव खलु. तादृशपरिस्थितिः कुत्रचित् अस्ति वा यत्र विभागः जायते परन्तु नूतनदेशेन सह संयोगः न जायते? तथा नास्ति किल? अस्ति, प्रायः तत्रापि अव्याप्तिदोषः न स्यात्, किन्तु अतिव्याप्तिः आगच्छेत् इति मम चिन्तनम्. ओ अस्तु, अग्रे सरेम. राजेन्द्र महोदय. आं भगिनि, एवमेव विभागात् अन्यत् कुत्रापि अतिव्याप्तिर्न भवति, इत्युक्ते विभागम् अतिरिच्य अन्य कोऽपि गुणः संयोगं न नश्यति, नाशयति. क्रियासंयोगं नाशयति, किन्तु क्रिया तु क्रिया एव, गुणः न. कोऽपि गुणः संयोगं नाश्यति चेत् सः विभागः एव. तेन कारणेन संयोगनाशकत्वे सति गुणोत्तम इति लक्षणस्य विभागात् अन्यत् कुत्र अपि अतिव्याप्तिर्न भवति. यथा पूर्वं चिन्तितवन्तः, विभागात् अन्यत् कुत्र अपि अतिव्याप्तिर्न भवति, यथा वदामः संयोगनाशको गुणः विभागः, तत् कथनेन अन्यत् कुत्रापि अतिव्याप्तिर्न भवति. विभागम् अतिरिच्य अन्य कोऽपि गुणः संयोगं न नश्यति. क्रियासंयोगं नश्यति, परन्तु क्रिया तु गुणः नास्ति. अत्र तु चर्चा अस्ति कः गुणः संयोगनाशकगुणः अस्ति, तत्तु विभागः एव अस्ति. क्रिया तत् अस्मिन् सन्दर्भे तस्य क्रियायाः वर्णनं न आगच्छति. कोऽपि गुणः संयोगं नाशयति चेत् सः विभागः एव. पुनश्च यथा यत् कोऽपि गुणः संयोगं नश्यति, सः गुणः विभागः एव, अन्यत् कोऽपि गुणः संयोगं न नश्यति. तेन कारणेन संयोगनाशकत्वे सति गुणत्वम् इति लक्षणस्य विभागात् अन्यथा कुत्रापि अतिव्याप्तिर् व्याप्ति न भवति. यथा चर्चितवन्तः, संयोगनाशकत् गुणः विभागः एव अस्ति, तत् विहाय अन्यत् कोऽपि गुणः नास्ति, येन कारणेन संयोगनाशः भवति. तथा तत्र यदा वदामः संयोगनाशक गुणः विभागः, तत् कथनेन लक्षणवाक्ये अतिव्याप्तिर्दोषः न भवति, यथा तत्र अन्यत्र कोऽपि गुणः नास्ति, येन कारणेन संयोगनाशः भवति. समीचीनं. तर्हि क्रिया अपि संयोगं नाशयति खलु महोदय? आम् आम् आम् भगिनि. क्रियायां गुणत्वम् अस्ति वा? न भगिनि, तत् गुणः क्रिया एव. सत्यं, हा समीचीनं. तर्हि अन्यत्र कुत्रापि अतिव्याप्तिः न भवति, संयोगनाशकत्वे सति गुणत्वम् इति विशिष्टलक्षणं विभागस्य एव. अस्तु, अग्रे अपि पठतु महोदय अग्रिमपरिच्छेदं. संयोगनाशको गुणो विभागः इत्यस्मिन् विभागे अव्याप्तिः यदि स्यात् अथवा विभागात् अन्यत्र कुत्रचित् अतिव्याप्तिः यदि स्यादेव लक्षणवाक्ये किमपि योजनीयम् अथवा अन्यथा न योजनीयम्. अत्र न अव्याप्तिः न वा अतिव्याप्तिः, अतः लक्षणं परिवर्तनीयं नास्ति. यथा पूर्वस्मिन् पदद्वये वयं दृष्टवन्तः संयोगनाशकगुणः विभागः एव, तस्मिन् लक्षणवाक्ये अव्याप्तिदोषः न अस्ति अपि च अतिव्याप्तिदोषः न अस्ति. तत्कारणात् तस्य लक्षणवाक्यस्य किमपि न योजनीयं. यथा संयोगनाशकगुणः विभागः तत् असाधारण लक्षणम् अस्ति, तत् अन्यत् किमपि योजनीयं, तत् कोऽपि विशेष तत् कोऽपि आवश्यकता न अस्ति. अत्र यदि यदा तत् यथा तत्र अतिव्याप्ति किमपि दोषः न अस्ति, तथा लक्षणवाक्यस्य परिवर्तनं कोऽपि कारणं नास्ति. हा, असम्भवदोषः तु नितरां नास्ति. तर्हि त्रिभिः दोषैः अपि ग्रस्तं नास्ति लक्षणवाक्यम् इति वार्ता. तदर्थं किमपि न योजनीयं भवति अत्र. इत्युक्ते पूर्वदेशसंयोगनाशको गुणो इति किमपि पूर्वम् इति किमनीयं न भवति इति अस्ति. अस्तु, समीचीनं. तर्हि हा, अग्रे वर्धिनी भगिनी पठति वा? अन्यं भवति इत्युक्तौ न प्राप्तं चेत् अन्य कोऽपि पठति. अन्यथा किं भवति इति दृष्टम्? अन्यथा किं भवति इत्युक्तौ लक्षणे तस्य योजितदलस्य वैयध्यं भवति. लक्षणे यत्किमपि दलं योजनीयं चेत् व्याप्तिवारणाय एव योजनीयम्, अन्यथा न योजनीयम्. इदानीं यत्र आद्यपतनसमवायिकारणं गुरुत्वम् इत्युच्यते, तत्र आद्यम् इति वक्तव्यमस्ति. किमर्थम् इत्युक्ते केवलं पतन असमवायिकारणं गुरुत्वम् इति वदामश्चेत् पतनस्य असमवायिकारणं वेगः अपि भवति. कस्य पतनस्य कारणं? द्वितीयपतनस्य. अतः पतन असमवायिकारणं केवलं गुरुत्वं न, वेगः अपि भवति. अतः वेगे अतिव्याप्तिः. तदर्थम् आद्यमिति गुरुत्वलक्षणे योजनीयं. तर्हि आद्यं किमर्थं योजितम् अतिव्याप्तिवारणाय? किञ्चित् बुद्धं वा भगिनी, अथवा साहाय्यम् अपेक्षितम्? किञ्चित् बुद्धम् अस्ति, किञ्चित् न. अस्तु, अजितमहोदय साहाय्यं करोति वा? अस्ति अजितमहोदय. भगिन्या यत् पठितं तत् किञ्चित् बुद्धं वा? अन्यथा किं भवति? सम्यक् न अवगतम्. अस्तु, तर्हि शृणोतु सावित्री भगिनी, किञ्चित् साहाय्यं करोति वा? आं भगिनि, अन्यथा किं भवति इत्युक्तौ लक्षणे तस्य योजितदलस्य वैयर्थं भवति. इत्युक्ते पूर्वस्मिन् परिच्छेदे लिखितमस्ति, लक्षणं यथा लिखितं तथैव सम्यक् अस्ति, परिवर्तनस्य आवश्यकता नास्ति. अन्यथा भवति किं भवति इत्युक्ते अत्र दलस्य अथवा लक्षणस्य परिवर्तनेन कोऽपि लाभः नास्ति, तस्य व्यर्थः भवति. अन्यं दलं स्थापनीयं स्थापयामः चेत् तस्य व्यर्थं भवति, व्यर्थभावः भवति. लक्षणे यत्किमपि दलं योजनीयं चेत् अव्याप्तिदोषवारणाय अथवा अतिव्याप्तिदोषवारणाय एव योजनीयं, नो चेत् यथा लिखितं तथैव सम्यक् भवति. इदानीं महोदयेन उक्तं यत् संयोगनाशको गुणः विभागः उत्तरसंयोगजनकत्वमपि अस्ति इति किमर्थं न वक्तव्यम् इति शुकवनमहोदयेन पृष्टं. तत्र इदमेव तस्य उत्तरमपि भवति. तस्य नूतनदलस्य कोऽपि लाभः न भवति. किमर्थं चेत् इदानीमेव दृष्टम् अस्माभिः यत् अव्याप्तिदोषः न भवति, अतिव्याप्ति दोषः अपि न भवति. इत्युक्ते असम्भवदोषः तु नास्ति एव. तदर्थं यथा लिखितम् अस्ति लक्षणवाक्यं तथैव सम्यक् अस्ति. किमपि नूतनदलस्य योजनीयं न भवति इति. इदानीं यत्र आद्यपतन असमवायिकारणं गुरुत्वम् इत्युच्यते तत्र आद्यम् इति वक्तव्यं भवति. किमर्थं चेत् यथा अग्रे लिखितमस्ति, वेगः अपि पतनक्रियायां एकः कारणम् एकं कारणं भवति एव. परन्तु आद्यपतनस्य असमवायिकारणमेव गुरुत्वम् इति तेषां चिन्तनम्. पतन असमवायिकारणं वेगः अपि भवति. तस्य पतनस्य कारणं भवति वेगः इत्युक्ते द्वितीयपतनस्य इति तेषां चिन्तनम्. अतः पतन असमवायिकारणं केवलम् एवमेव वदामः, पतन असमवायिकारणं गुरुत्वम् इति अव्याप्तिदोषः भवति यत्र वेगे. किमर्थम् अतिव्याप्तिदोषः अपि भवति वेगे. तदर्थम् आद्यम् इति गुरुत्वलक्षणे योजनीयं भवति. तर्हि आद्यं किमर्थं योजनीयम्? अतिव्याप्तिदोषणनिवारणाय एव. नो चेत् यथा अस्माभिः दृष्टं पूर्वं विभागस्य प्रसङ्गे, संयोगनाशको गुणः विभागः इत्येव पर्याप्तं भवति. अत्र आद्यम् इत्यस्य योजनीयं भवति अतिव्याप्तिदोषणनिवारणाय. सत्यं, समीचीनम्. आद्य इत्यस्य प्रयोगः उपयोगः अस्ति अत्र, परन्तु पूर्व अथवा उत्तर इत्यस्य योजनेन किमपि प्रयोजनं नास्ति विभागस्य लक्षणवाक्यं. बुद्धं वा सर्वैः? अजितमहोदय, अस्तु अग्रे पठतु भवान्. इत्युक्ते अग्रे पठामि. अत्र प्रकृतौ तु विभागः पूर्वसंयोगं नाशयति, अपरं संयोगं जनयति चेदपि संयोगनाशकः गुणः विभागः इति यदा उच्यते तदानीं कुत्रापि अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा न भवति. अतः तत्र पूर्वसंयोगनाशकः गुणः इति योजनीयं नास्ति. ध्येयं यत् पूर्वसंयोगनाशकः गुणः इत्युक्तं चेत् कोऽपि तादृशदोषः नास्ति, किन्तु व्यर्थता भवति. लक्षणे पूर्वसंयोगनाशकत्वं वदामश्चेत् पूर्वपदं व्यर्थम्, अतः नैव योजनीयम्. यथोक्तञ्च गुरुत्वलक्षणे आद्यपदाभावे वेगेदि व्याप्तिः, तदर्थमेव आद्यपदं योजितम्. यथा पूर्वमुक्तम् एव आद्यपदम् आरम्भतः किञ्चित् पठतु. अत्र प्रकृतौ तु विभागः पूर्वसंयोगं नाशयति इति अवगच्छति खलु तत्र विभागः प्रक्रिया अस्ति तत्र पूर्वसंयोगनाशप्रक्रिया प्रथमप्रक्रिया प्रक्रियायां प्रक्रिया इत्युक्ते क्रमः तस्मिन् क्रमे विभागः कं नाशयति पूर्वसंयोगं नाशयति उत्तरपदसंयोगेन पूर्वसंयोगं नाशयति तदर्थमेव प्रश्नः आगतः पूर्वसंयोगनाशको गुणो विभागः इति किमर्थं न स्यात् लक्षणवाक्यम् इति तदर्थमेव अधुना चर्चा जाता संयोगनाशको गुणो विभागः इति वदनेन अव्याप्ति अतिव्याप्ति असम्भवदोषः नास्ति अतः यद्यपि विभागः पूर्वसंयोगं नाशयति तथापि तस्य आवश्यकता नास्ति अग्रे पठतु अपरम् अपरं संयोगं जनयति चेदपि संयोगनाशकः गुणः विभागः इति यदा उच्यते तदानीं कुत्रापि अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा न भवति अस्तु अपरं संयोगं जनयति चेदपि संयोगनाशकः गुणः विभागः इति यदा उच्यते कुत्रापि अतिव्याप्तिदोषः अथवा अव्याप्तिदोषः न भवति एव अस्तु तस्मिन् क्रमे संयोगं जनयति खलु विभागः उत्तरदेशसंयोगं जनयति पूर्वदेशसंयोगं नाशयति तत्र संयोगद्वयमस्ति पूर्वदेशसंयोगः एकः उत्तरदेशसंयोगः अपरः अतः अत्र उक्तं विभागः अपरं संयोगं जनयति इति सत्यं तथापि यद्यपि तत् सत्यं तथापि संयोगनाशको गुणो विभागः इति वदनेन कुत्रापि अतिव्याप्तिः वा अव्याप्तिः न आगच्छति अस्तु अतः अत्र उक्तं पूर्वसंयोगनाशको गुणो इति न योजनीयं तत्तु व्यर्थमेव बुद्धं वा पूर्वपदं तावदेव सारांशत्वेन वा पूर्वपदं तत्र व्यर्थम् अतः न योजनीयं परन्तु पूर्वपदं योजनीयं परन्तु गुरुत्वलक्षणे आद्यपदं नितराम् आवश्यकम् खलु सावित्री भगिनी वर्धिनी भगिनी वर्धिनी भगिनी अपि च सावित्री भगिनी यत् पठितवत्यौ तत्र आद्यपतनासमवायीकारणं गुरुत्वम् इत्यस्य विषये आसीत् आद्यपतनं इत्यस्मिन् आद्यं त्यजामश्चेत् तत्र पतन असमवायीकारणं गुरुत्वम् इति आगच्छति चेत् तत् समीचीनं नास्ति यतोहि पतन असमवायीकारणं वेगः अपि भवितुमर्हति द्वितीयादिपतनं तत्र वेगः असमवायीकारणं न तु गुरुत्वं तन्निवारणाय आद्य इति पदस्य योजनं सञ्जातं परन्तु विभागस्थले पूर्वपदस्य योजनं न आवश्यकम् इति वार्ता अवगतं वा अस्तु अग्रे सरेम पुष्पा भगिनी अस्तु समीचीनं पुष्पा भगिनी तत्तु विभागं न उच्यते किं भगिनि तत्तु पूर्व विभागं उच्यते चेत् पूर्व पदं न वक्तुं विभागस्य लक्षणवाक्ये पूर्वम् इति पदस्य आवश्यकता नास्ति व्यर्थः अस्ति अग्रे इत्थञ्च अन्य अन्ततो गत्वा तात्पर्यम् एव यत् लक्षणे किमपि योजनीयं वा न वा इत्याशये लक्षणं स्पष्टं भवतु वा लक्षणस्य सम्यक् अवगमनं भवतु लक्षणं सम्यक् अवगन्तव्यं जनैः इति कारणेन दलं न योजयन्ति नैयायिकाः लक्षणे तावद् एव वक्तव्यं यावत् आवश्यकम् स्पष्टप्रतिपत्त्यर्थं लक्षणे व्यर्थ विशेषणानां प्रयोगे न भवति. तदानीं किमपि योज्यते तद् यदा लक्षणे दोषः अस्ति, नो चेत् न. अत्र अन्तिमात् वार्तानि अस्ति सन्ति. तत्तु इदानीं वयं चर्चामः. तत्तु किमपि पदं योजनीयं, तत्तु लक्षणं स्पष्टं भवतु वा अथवा लक्षणस्य सम्यक् अवगमनं भवतु वा, तत्र लक्षणं सम्यक् अवगन्तव्यं जनैः अवगन्तुं न अवगन्तव्यं. तर्हि सारांशः एवम् अस्ति यत् लक्षणवाक्ये दलसार्थक्यमेव प्रमुखम् इति. दलसार्थक्यार्थं लक्षणवाक्ये पदानि अथवा दलानि युक्तानि, नो चेत् न. एवमेव स्पष्टप्रतिपत्त्यर्थं पूर्वं परम् उत्तरम् इति सर्वं न योजितं भवति खलु. तत्र हा पदस्य योजनेन एकं दलं निर्मितं वा इति द्रष्टव्यमस्ति. तस्य योजनेन अतिव्याप्ति अव्याप्ति असम्भवदोषः निवारितः चेत् तदा एव तत् पदं तत् उपयोगं कुर्मः. हा अस्तु, इति एव सारांशः. नो चेत् तस्य पदस्य आवश्यकता नास्ति लक्षणवाक्ये. अस्तु, अन्ते इतोपि एकः प्रश्नः अवशिष्टः. भगिनी भवती एव पठतु. विभागः उत्तरदेशसंयोगं प्रति कारणम् इति चेत् तत् एव उत्तरदेशसंयोगजनकत्वं विभागस्य लक्षणं किमर्थं न स्यात्? पूर्वदेशनाशकत्वं नाशकत्वस्य स्थाने प्रश्नः उदेति. विभागः उत्तरदेशसंयोगं प्रति कारणम् अस्ति चेत् उत्तरदेशसंयोगजनकत्वं विभागस्य लक्षणं नास्ति अस्ति वा? किमर्थं न स्यात् इति प्रश्नः. किमर्थं न स्यात्? अग्रे पठतु. उत्तरम् एकस्य वस्तुनः एकम् एव लक्षणम् इति नास्ति. यथा पृथिव्याः गन्धवत्वं पाकजरूपवत्वं नानारूपत्वं नानारसवत्वं इत्यादिकम् अव्याप्त्यादिदोषाः न सन्ति चेत् किमपि लक्षणं भवितुम् अर्हति. एकं लक्षणम् अपरस्य दूषकं न भवति. तत् उत्तरमस्ति एकस्य एकमेव न लक्षणम् इति न वक्तुं शक्नुमः. यथा पृथिव्याः गन्धवत्वं पाकजरूपत्वं नानारूपत्वं रसवत्वम् इति इत्यादिकम् अस्ति सन्ति. अव्याप्त्यादिदोषाः न सन्ति. तत्तु हा अव्याप्त्यादिदोषाः न सन्ति चेत् एकमेव लक्षणवाक्यम् इति न भवतु. भिन्नभिन्नानि वाक्यानि भवितुम् अर्हन्ति इति. गन्धवत्वं पृथिव्याः लक्षणं, पाकजरूपवत्वं पृथिव्याः लक्षणम् इति भिन्नानि लक्षणवाक्यानि भवितुम् अर्हन्ति. एकमेव भवतु इति कोऽपि नियमः नास्ति इति अत्र उक्तम्. तदेव गन्धवत्वं पाकजरूपत्वं नाना ते सर्वे पृथिव्याः गुण लक्षणवाक्यानि भवितुम् अर्हन्ति इति. एकं लक्षणं गुणः एव भगिनि, रूपम् इति गुणः पृथिव्यां. तर्हि हा पाकजरूपवत्वम् इति वक्तुं शक्यते. यावत्पर्यन्तम् अव्याप्ति अतिव्याप्ति असम्भवदोषः न स्यात् तावत्पर्यन्तं भिन्नानि वाक्यानि भवितुम् अर्हन्ति. अपि च एकं लक्षणम् अपरस्य दूषकं न भवतु इति अपि द्रष्टव्यं भवति. समीचीनं वा? अस्तु, अयं विषयः समाप्तः. अधुना मूलविषयं प्रति गच्छेम. गुरुत्वरहिते तेजसि तर्हि कथं पतनम् इति अस्माकं विषयः. लक्ष्मी भगिनी पश्यति वा तत्र? भगिनी, तत्पूर्वम् अहं किञ्चित् वक्तुम् इच्छामि. अत्र एतत् करपत्रे यत् चर्चितं ततः मया त्रीणि विषयाणि बुद्धम्. एकं तु कारणस्य चातुर्विध्यमस्ति, एकं तु समवायीकारणम्, अन्यस्तु असमवायीकारणं, तृतीयं तु निमित्तकारणम्, अपि च व्यापारत्वेनपि कारणत्वं भवति. इति ममापि प्रश्नः. एकनिमिषः महोदय, अहं पृष्टवती महोदयम् अद्यैव, व्यापारः कारणम् अस्ति न वा इत्यस्य विषये कश्चन विवादः अस्ति, स्पष्टीकर्तव्यमेव. महोदय चिन्तयति यत् विभागः व्यापारः अपि च कारणमपि इति. तत्र करपत्रे व्यापारश्च न अन्यथा सिद्धः कारणमेव इति तत्र हेतु अपि उक्तम्. अतः अहं किं चिन्तयामि, व्यापारत्वेन कारणत्वं भवितुम् अर्हसि व्यापारणस्य न अन्यथा सिद्धत्वात् इति. सत्यं तत् मया बुद्धं. द्वितीयं तु स्पष्टीकरणार्थम् अथवा स्पष्टीकरणार्थं किमपि तत्र लक्षणे न योजनीयं, यदा दोषत्रयं नास्ति चेत् तत् पर्याप्तम् इति. अपि च एकस्य वस्तुनः अधिक एकस्यापि अधिकलक्षणमस्ति चेत् अपि एकमेव पर्याप्तं लक्षण लक्षणरूपेण इत्यपि. एकमेव पर्याप्तं न, अनेकानि लक्षणानि लक्षणवाक्यानि भवितुम् अर्हन्ति. यद् स्वीकरोति भवान् इति भिन्नः विचारः. इदानीम् आत्मनः विषये अपि अहं स्मरामि, ज्ञानाधिकरणम् आत्मा इत्यस्य वदनस्य स्थले किमर्थं ज्ञाने च कृतयः इत्यादयः सन्ति खलु आत्मनि. तर्हि ज्ञानाधिकरणम् आत्मा इत्यस्य वदनस्थले कृति अथवा प्रयत्न इति स्वीकृत्य तदधिकरण ज्ञानाधिकरणम् इति यथा वदामः, तत्र कृति अधिकरणम् आत्मा इति किमर्थं न वक्तुं शक्नुमः इति प्रश्नः आगतम् आसीत् तत्र करपत्रे अपि अस्ति. तदपि शक्यम्, एकाधिक भवितुम् अर्हति लक्षणवाक्यम्. आम्, किन्तु यदा लक्षणम् अधिकम् अस्ति चेदपि एकमेव पर्याप्तं लक्षणाय इति. सत्यं, हा तावदेव. अस्तु भगिनि, बहु सम्यक् अस्ति, धन्यवादः. अस्तु, अग्रे सरेम. अपि च एकः बिन्दुः मम मनसि आगतः. सावित्री भगिनी भवती पृष्टवती खलु असमवायिकारणस्थले कार्येण सह अपि च कारणेन सह एकस्मिन् अर्थे समवेतं सत् इति तादृशं कारणत्वं युगपत् भवति वा इति प्रायः भवत्याः विवक्षा आसीत् खलु. तत्र पाकजरूपवत्वम् इति पश्यतु, पाकः इत्युक्ते तेजसंयोगः. तेजसंयोगः कार्याधिकरणे भूत्वा रूपं जनयति खलु. तर्हि कार्येण सह एकस्मिन् अर्थे इति आगतम्. अधुना तदेव रूपं कारणेन सह एकस्मिन् अर्थे इति अपि भवितुमर्हति खलु इति मम मनसि प्रश्नः आगतः. तर्हि उभयविध असमवायिकारणमपि अत्र अस्ति. तयोः मध्ये कः असमवायी, किम् असमवायिकारणम् इति निर्णेतव्यम् इति प्रश्नः. सः उक्तवान् वा एकमेव भवतु इति? असमवायिकारणम् एकमेव अस्तु सत्यम्, किन्तु अस्मिन् सन्दर्भे प्रायः कार्येण सह एकस्मिन् अर्थे समवेतं, कारणेन सह एकस्मिन् अर्थे उभयमपि अस्ति इति चिन्तयामि. प्रश्नः प्रष्टव्यः. भगिनी, तत्रापि एकमेव निमित्तं कारणं भूत्वा अपि च कार्यं कारणेन सह कार्येण सह इति भवति चेत् तस्य गणनं द्वयम् इति न कर्तव्यं, किन्तु निमित्तम् एकमेव किल. कीदृशसन्दर्भं वयं बहूनि निमित्तकारणम् इति नास्ति अत्र. पाकज फलं, फलं महोदय एकनिमिष, फलम् इति वदति, फलं तु रूपं, फलं दृष्ट्वा कारणं, कारणमपि एकम् इति भवतः विवक्षा वा? आम्. हा, परन्तु तत् कथं महोदय? पाकजं, पाकः इत्युक्ते तेजः, तद् भिन्नकारणं, भिन्नवस्तु खलु. पाकेन रूपं जायते, अपि च घटगतकपालरूपम् अपि घटरूपं प्रति, क्षम्यतां, घटस्य कपालः यः अस्ति तस्मिन् यद् रूपम् अस्ति तदपि कारणं घटरूपं प्रति. तर्हि एतद् रूपं, तत् रूपमेव नश्यति किल. पूर्वं यद् रूपम् आसीत् नीलम् इति चिन्तयतु, पाकजसंयोगेन तत् कृष्णं भवति, अतः नीलरूपं कृष्णरूपं प्रति कारणं नील. हा, नीलरूपं नश्यति, परन्तु नूतनरूपं यदा जायते तद्रूपं प्रथमतया कपाले जायते, कपालतः घटे. अस्तु, प्रायः एकं करपत्रमस्ति, अहं प्रेषयिष्यामि. पीलुपाकवादिनः, पिटरपाकवादिनः इति किमपि स्मरामि, तेषां भिन्नभिन्नमतम् अस्ति इति सत्यम्. अस्तु, एवमेव आगतं मम मनसि उक्तवती. अधुना अग्रे सरेम. लक्ष्मी भगिनी पठति वा अग्रे? आम् आं भगिनि, एकः प्रश्नः अस्ति इत्युक्ते इदानीमेव आगतः. एकविध समवायिकारणम् इति किमर्थम् उक्तम्? एकविधसमवायिकारणम् एवं भवेत् इति किमर्थम् उक्तम् इति? तथा स्वीकृतमस्ति नैयायिकैः इति महोदयेन उक्तम्. ओ अस्तु, तर्हि असमवायिकारणस्य स्पष्ट प्रतिपादनम् आवश्यकमेव इति भाति. एतावता न जातं, प्रायः अग्रे भविष्यति. गुरुत्वरहिते तेजसि तर्हि कथं पतनं? गुरुत्वरहिते तेजसि, तेजसि गुरुत्वं नास्ति किन्तु तेजस्य पतनं कथं भवति इति प्रश्नः. तर्हि ज्वलत्सु तेषु पृथ्वीचरयोः यथा पतनं तथा तेजसि अपि पतनं भवति, न हि तत्र गुरुत्वमस्ति. वक्ष्यते च ग्रन्थकृता गुरुत्वं पृथ्वीजलवृत्ति इति ग्रन्थेन, तथा च गुरुत्व अभावे अपि तेजसि पतनम् इति कारणत्वेन अभिमतस्य गुरुत्वस्य असत्त्वे अपि कार्य उत्पादात् व्यतिरेकव्यभिचारः इति चेत्. अस्तु, ये पदार्थ, तर्हि ज्वलत्सु तेषु पृथ्वीचलयोः, ज्वलत्सु ये पदार्थ, ये द्रव्याः ज्वलन्ति सन्ति तेषु प्रायः अस्माकम् अनुभवः अस्ति, पूर्वस्मिन् परिच्छेदे किम् आसीत् इति स्मरति वा किञ्चित्? आम्, तत्र करदीपम् अस्ति, करदीपः तत्र तैलसंयोगेन करदीपं, तैलसंयोगेन करदीपं ज्वलति. यदा कदापि तत् तैलं बिन्दुरूपेण अधः पतन्ति, तैलबिन्दवः अधः पतन्ति, तत् तत्र तैलबिन्दुषु पृथ्वी अपि अस्ति, जलं पृथ्वी द्रव्यमपि अस्ति, जलद्रव्यमपि अस्ति इति तत्र निष्कर्षः. पूर्वमपि दृष्टवन्तः गुरुत्वं पृथ्वीजलवृत्ति इति, गुरुत्वस्य लक्षणवाक्ये पृथ्वीजलवृत्ति इति दल द्वितीयदलम् अस्ति. अतः तैलबिन्दवे पृथ्वीजलं द्वयोपि अस्ति इति कारणात् गुरुत्वमपि प्रायः स्यात् इति कारणेन तैलबिन्दवः अधः पतन्ति. पतनक्रिया उत्पत्तिः तैलबिन्द बिन्दुषु सन्ति इति मन्तव्यम्. इदानीं तेजः इति द्रव्ये कथं वा पतनं भवेत् इति प्रश्नः. अस्माकम् अनुभवः अस्ति ये द्रव्याः काष्ठः वा काष्ठः स्वीकृतः चेत् काष्ठः ज्वलन्तं काष्ठं पतति एव. भगिनि, अत्र काष्ठः पृथिवी इति पतति, आमां, परन्तु कस्य पतनस्य विषये अधुना चर्चा अस्ति? तेजसि पतनं, तेजसि किन्तु तेजसि स्वयं तेजसि स्वयं पतनं अस्तु. समीचीनं चिन्तनं समीचीनमेव. तर्हि पतनं दृश्यते, तेजसि पतनं भवति, कथं वा इति. वायु अस्तु अग्रे पठामि. नहि तत्र गुरुत्वम् अस्ति, वक्ष्यते तेजसि गुरुत्वं नास्ति, वक्ष्यते च ग्रन्थकृता गुरुत्वं पृथ्वीजलवृत्ति इति ग्रन्थेन. यथा अस्तु गुरुत्वस्य लक्षणवाक्ये पृथ्वीजलवृत्ति इति अस्ति, तथा तेजसि अस्ति इति न लक्षणवाक्ये अस्ति. तथा च गुरुत्व अभावे तेजसि गुरुत्वं नास्ति, तथापि तेजसि कथं पतनम् अस्ति, पतनम् इति कारणत्वेन अभिमतस्य गुरुत्वस्य असत्त्वे अपि कार्य उत्पादात् व्यतिरेकव्यभिचारः. व्यतिरेकव्यभिचारः इत्युक्ते कारणमपि नास्ति, कारणमस्ति कार्यं, कारणं नास्ति कार्यम् अस्ति. तदसत्त्वे तत् सत्त्वम् इति वयं दृष्टवन्तः तेषु दिनेषु खलु. चार्वाकस्य ग्रन्थः इति कार्यं, मङ्गलश्लोकः इति कारणं. चार्वाकः मङ्गलाचरणं न कृतवान्, तथापि तस्य ग्रन्थः समाप्तः. तर्हि कारणस्य असत्त्वे तदसत्त्वे कार्यसत्त्वं तत् सत्त्वम् इति व्यतिरेकव्यभिचारः इति उच्यते. अत्र कार्यं किं, कारणं किम्? अत्र कार्यं तेजसि पतनं, कारणं गुरुत्वं नास्ति, गुरुत्वं तेजसि नास्ति इति इत्युक्ते गुरुत्वाभावे कारणत्वाभावे कथं तेजसि कार्योत्पादनं भवति इति अत्र प्रश्नः. समीचीनं भगिनि. इति व्यतिरेकव्यभिचारः दृश्यते. तर्हि तद् कथम् इति अग्रिमपरिच्छेदः विवरणार्थम्. अत्र सर्वैः बुद्धं वा विचारः कः इति? सामान्यः एव विचारः, वयं पूर्वमपि दृष्टवन्तः परम्परया किमपि कोऽपि गुणः भवति कस्मिंश्चित् तथा एव अस्ति. अस्तु अग्रे सरेम. सन्ध्या भगिनि, एकवारं वदतु भगिनि. एकवारं वदतु. गुरुत्वं केवलं पृथिव्याम् अपि च जले अस्ति भगिनि, तर्हि तेजः अपि पतति खलु, तेजसि पतनं द्रष्टुं शक्नुमः, तत् कथम् इति. व्यतिरेकव्यभिचारः इत्युक्ते कारणं नास्ति कार्यमस्ति, अत्र कारणमस्ति गुरुत्वं, गुरुत्वं नास्ति तेजसि, परन्तु पतनक्रिया इति कार्यं तु अस्ति तेजसि इति व्यतिरेकव्यभिचारः इति उच्यते. तस्य विवरणम् अग्रे अस्ति. अस्तु अस्तु सन्ध्या भगिनी. सत्यं भवति पतनं पृथ्वीजलसंयुक्ते तेजसि यथा दर्शितस्थले. तत्र तु पृथ्वीजलयोः गुरुत्वं परम्परासम्बन्धेन तेजसि स्थित्वा आद्यपतनं जनयति. तादृशसंयोगरहितस्य तु तेजसः पतनं न भवत्येव. तथा त्वे प्रज्वलिते करदीपे केषाञ्चित् तेजोभागानां पतनम् अनुभूयेत. ततश्च गुरुत्वाभावात् न तेजःप्रभृतिद्रव्येषु पतनं. कदाचित् अनुभूयमानं तु वायौ सदागतिमत्वस्वभावात् तस्य क्रियाविशेष एव न तु पतनं. तस्य गुरुत्वमात्रजन्यत्वस्वीकारात् इत्थञ्च आद्यपतनासमवायिकारणत्वेन गुरुत्वे ज्ञाते तल्लक्षणमपि सुगमं. चित्रप्रकारोऽपि सुग्राह्यः. तर्हि अत्र संक्षेपेण उक्तं यत् पृथिवीजलसंयुक्तं तेजः अस्ति चेद् एव तस्य तेजसि पतनं भवति पृथिवीजल संयोजनेन. इत्युक्ते पृथिव्यां जले गुरुत्वम् अस्ति, अतः यदि तेजसि पृथिवी वा जलकणाः सन्ति तर्हि तत्र परम्परासम्बन्धेन तस्मिन् गुरुत्वम् आगच्छति इति. इत्युक्ते तादृशसंयुक्ततेजसि गुरुत्वम् आगच्छति. परन्तु यस्मिन् तेजसि तादृशसंयोगः नास्ति, इत्युक्ते पृथिव्याः वा जलस्य संयोगः नास्ति, तर्हि तादृशतेजसः पतनं न भवति. तर्हि यद् करदीपे वयं पश्यामः तत्र यथा उक्तं तत्र ये तेजोभागाः पतन्ति तत्र तु तादृशसंयोगः अस्ति इति कृत्वा पतति. परन्तु यत्र तथा नास्ति तत्र गुरुत्वमपि नास्ति, अतः तेजसि अपि च तेज आरभ्य अन्यद्रव्येषु अपि पतनं न भवति. इदानीं वायौ यदि पतनम् इति वयं वदामः तत्तु पतनं नास्ति. कदापि यदि अनुभवामः पतनं तत्तु पतनं नास्ति, केवलं वायौ तत्र वायोः स्वभावः अस्ति सर्वदा गतिमान् भवति इति. तर्हि अतः क्रियाविशेषः एव अस्ति तद्, न तु पतनम् इति तत्र ज्ञातव्यम्. तस्य गुरुत्वमात्रजन्यत्वस्वीकारात् इत्युक्ते वायोः वा पूर्वतनवाक्यं पठतु. कदाचित् अनुभूयमानं तु वायौ सदागतिमत्वस्वभावात् तस्य क्रियाविशेषः एव न तु पतनम्. इत्युक्ते तत्र यद्यपि वायौ कदाचित् वयम् अनुभवामः पतनम् अस्ति, परन्तु पतनं नास्ति तत्र स्वभावेन तत्र क्रियाविशेषः एव अस्ति, क्रिया एव अस्ति इति. पतनस्य विषये खलु पतनम् इति पुनः अग्रे अपि अनुवर्तते. अस्तु, गुरुत्वमात्रजन्यत्वस्वीकारात् इत्युक्ते ओ पतनस्य गुरुत्वमात्रजन्यत्वस्वीकारात्. तर्हि पतनम् इत्यस्य कारणं केवलं गुरुत्वम् अस्ति, परन्तु वायौ गुरुत्वं नास्ति, अतः वायौ पतनमपि नास्ति इति. सत्यं. हा, इत्थञ्च आद्यपतनासमवायिकारणत्वेन गुरुत्वे ज्ञाते तल्लक्षणम् अपि सुगमं. तर्हि तर्हि आद्यपतनं असमवायिकारणम् इति गुरुत्वस्य लक्षणम् इति पुनः आयाति इति वा वाक्यस्य अर्थः? तावदेव भगिनि. इत्थञ्च आद्यपतनासमवायिकारणत्वेन गुरुत्वे ज्ञाते सति सप्तमी, यदा गुरुत्वं ज्ञायते तदा तल्लक्षणमपि सुलभतया अवगम्यते इति. एकवारं चित्रं परिशीलयतु भगिनि. चित्रे अस्ति तत्र फलं, फले आद्यपतनं समवायसम्बन्धेन अस्ति, तथा गुरुत्वम् अपि समवायसम्बन्धेन एव अस्ति. तर्हि आद्यपतनं इति आद्यपतनम् इति तत्र किं वदामः, आद्यपतनम् अपि फले अस्ति, गुरुत्वमपि फले अस्ति, अतः आद्यपतनं प्रति गुरुत्वम् इति असमवायिकारणं भवति, यतोहि एकस्मिन् अधिकरणे समवेतं सत् तद् कार्यम् इति आद्यपतनं जनयति इति. हा समीचीनं. तर्हि गुरुत्वं किमस्ति, कार्यमस्ति वा कारणमस्ति वा? गुरुत्वं कारणमस्ति, आद्यपतनम् इति कार्यमस्ति. तर्हि कारणता कुत्र वर्तते? कारणता अस्ति गुरुत्वे, आद्यपतने कार्यता अस्ति. हा समीचीनं. तर्हि कारणता अवच्छेदकसम्बन्धः कः? कारणता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः, तथैव कार्यता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः. हा हा सम्यक् इति मुख्यः विचारः, यतोहि अग्रे गत्वा दलसार्थक्ये अस्य प्रयोगो भवति. अत्र मनसि भवेत् यत् कार्यम् इति आद्यपतनं, कार्यता आद्यपतने, कार्यमस्ति समवायसम्बन्धेन इति कृत्वा कार्यतावच्छेदकसम्बन्धः समवायः, गुरुत्वं कारणं तस्मिन् च कारणता अस्ति, अपि च गुरुत्वं पुनः समवायसम्बन्धेन द्रव्ये अस्ति इति कृत्वा कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः इति सर्वं मनसि भवेत्. अस्य आधारेण दलसार्थक्यं क्रियते. अस्तु, इतोपि एकः प्रश्नः, पुनः तस्य गुरुत्वमात्र जन्यत्वस्वीकारात् सम्यक् न अवगतम्. कदाचित् अत्र तस्य इत्युक्ते पतनस्य गुरुत्वमात्र जन्यत्व, पतनस्य जन्यत्वं केवलं गुरुत्वेन एव, तादृशस्वीकरणेन तेजो अस्तु. तादृशगुरुत्वेन एव गुरुत्वेन एव जायते पतनम् इति स्वीकारेण वायौ गुरुत्वं नास्ति खलु? यथा तेजसी नासीत् तद्वद् वायौ अपि नास्ति इति कृत्वा वायौ यद् अनुभूयते पतनम् इव काचित् क्रिया, किन्तु सा क्रिया पतनं नास्ति, सदा गतिमत्त्वम् इति वायोः लक्षणं, तादृशक्रियाविशेषः न तु पतनम् इति. बुद्धं वा? हा समीचीनम्. अन्ते एकः परिच्छेदः पठनीयः अस्ति अद्य. रामप्रिया भगिनी अग्रिमपरिच्छेदं पठति वा? आं भगिनि. गुरुत्वलक्षणे अपूर्वः विचारः. तत्र वायुवादिलक्षणेषु रूपरहितत्वानुपादने को दोषः, अनुपादाने को दोषः इति दलप्रयोजनं यथा चिन्त्यते तद्वदेव समवायीकारणत्वलक्षणे असमवायीकारणत्वलक्षणे च समवाय अवच्छिन्नत्व तादात्म्य अवच्छिन्नत्वयोः तत्र तत्र निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते. तद्वदेव च आद्यपतननिष्ठसमवायसम्बन्ध अवच्छिन्न कार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वम् इति निरूपिते गुरुत्वलक्षणे अपि कार्यतायां कारणतायां च समवायसम्बन्ध अवच्छिन्नत्व निवेशनप्रयोजनं चिन्त्यम्. अत्र अपूर्वः विचारः गुरुत्वलक्षणे इति आगतमस्ति. यदा वयं वायुवादिलक्षणेषु वायुवादिलक्षणेषु रूपरहितत्व अनुपादाने, अनुपादानम् इत्युक्ते त्यजनम् इति, रूपरहितत्वम् इति त्यजामश्चेत् वायोः लक्षणे तदा किं भवति, दोषः भवति खलु? आम् आम्, को दोषः इति दलप्रयोजनं यदा चिन्त्यते. आम्, कः दोषः आगच्छति इति दलप्रयोजनविषये वयं चिन्तितवन्तः. तद्वदेव समवायीकारणत्वलक्षणे असमवायीकारणत्वलक्षणे च तत्र वयं समवाय अवच्छिन्नत्व तादात्म्य अवच्छिन्नत्वयोः तत्र तत्र निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते. वयं पूर्वं दृष्टवन्तः इति उच्यते किल, समवायकारणत्वलक्षणे असमवायकारणत्वलक्षणे च. वयं दृष्टवन्तः खलु समवायिकारणत्वस्थले समवायसम्बन्धावच्छिन्नकार्यता तादात्म्यसम्बन्धावच्छिन्नकारणता इति आसीत्. हा, असमवायिकारणस्थले तु कार्यता अपि च कारणता उभयोः अवच्छेदकसम्बन्धः कः? समवायसम्बन्धः इति अस्माभिः दृष्टं. तर्हि कार्यता अवच्छे समवायसम्बन्धावच्छिन्न कार्यता समवायसम्बन्धावच्छिन्न कारणता इति अस्ति. अग्रे तद्वदेव च आद्यपतननिष्ठ समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति निरूपिते गुरुत्वलक्षण लक्षणमपि लक्षणे अपि कार्यतायां कारणतायां च समवायसम्बन्ध अवच्छिन्नत्वं निवेशनप्रयोजनं चिन्त्यम्. तत्र एतत् चित्रमेव अत्र दीर्घवाक्ये दृष्ट दत्तमस्ति. तदेव गुरुत्वलक्षणे निरूपितमस्ति कार्यतायां कारणतायां समवायसम्बन्ध अवच्छिन्नत्वम् इति निवेशनप्रयोजनं. हा, परन्तु अग्रे गत्वा द्वितीयादिपतनस्थले अपि कार्यता अवच्छिन्नसम्बन्धः कारणता अवच्छिन्नसम्बन्धः समवायः भवितुमर्हति खलु. तदर्थम् इतोपि एकं दलमस्ति आद्यमिति. आद्यपतननिष्ठसमवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता इति उक्त्वा कार्यता इति आद्यपतन अवच्छिन्न पुनः समवायसम्बन्धावच्छिन्न कार्यता इति दलद्वयम्. आद्यपतनावच्छिन्नत्वं कार्यतायां समवायसम्बन्धावच्छिन्नत्वं कार्यतायाम् इति दलद्वयं. तृतीयदलमस्ति समवायसम्बन्धावच्छिन्नकारणता इति. तर्हि त्रीणि दलानि उपयुज्य लक्षणवाक्यं समर्थनीयं भवति अत्र इति विचारः. अस्तु, एतावत्पर्यन्तं प्राप्तवन्तः शनिवासरे अपि. अत्र कोऽपि प्रश्नः वा? नो चेत् तर्हि गुरुत्वलक्षणे दलत्रयं सन्ति, न तु दलद्वयं यथा पूर्वोक्तम् आद्यपतने असमवायिकारणं कृत्वं पृथ्वीजलवृत्ति इति दलद्वयमेव. आद्यपतन असमवायिकारणं कृत्वं पृथ्वीजलवृत्ति इति दलद्वयं न पृथ्वीजलवृत्ति इति दलं नास्ति भगिनि. ओ अस्तु अस्तु अस्तु, केवलम् आद्यपतन असमवायिकारणं गुरुत्वं तदेव लक्षणवाक्यं. यथा रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति आसीत् खलु, तद्वत् तत्र दलद्वयम् अत्र दलत्रयम् इतोपि चर्चा भवति अग्रिमसप्ताहे. आद्यपतनत्वावच्छिन्नकार्यता एकं, पुनः समवायसम्बन्धावच्छिन्नकार्यता समवायसम्बन्धावच्छिन्नकारणता इति. राजेन्द्र महोदय वा अथवा निवेशनम् इत्युक्ते किं? प्रवेशः, निवेशनम् अथवा योजनम् इति अर्थे. निवेशनम् इत्युक्ते स्थापनं वाक्ये. अस्तु, धन्यवादः. अस्तु, धन्यवादः. तर्हि धन्यवादः. धन्यवादः.